सर्वेषां गीतासोपानवर्गं प्रति स्वागतं. सम्प्रति सुभाषितं श्रूयतां. भगिनी श्रावयतु. श्रीगणेशाय नमः. वेद्यानां नरस्य रूपमधिकम् प्रच्छन्न गुप्तं धनम् वेद्या भोगकरी यश सुखकरी वेद्या गुरुणां गुरुः वेद्या बन्धुजनो विदेशगमने वेद्या परा देवता वेद्या राजसु पूज्यते न तु धनम् वेद्या विहीना पशुः. ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. धन्यवादाः. विद्याविहीनः पशुः एव अस्माकं विषयः. उपसर्गाः उपसर्गाः इति विषयः आरब्धः. अद्यापि तस्यानुवर्तनं क्रियते. अधुना पञ्चनवतितमं पुटं पश्यन्तु. पञ्चनवतितमे पुटे द्वितीयाभ्यासस्य अष्टमवाक्यपर्यन्तं परिशीलितम्. इदानीं नवमवाक्यात् आरभ्य एकवारं परिशीलयाम. उपसर्गाणां योजनेन कदाचित् परस्मैपदीधातवः आत्मनेपदित्वं प्राप्नुवन्ति. कदाचित् उपसर्गाणां योजनेन अथवा उपसर्गकारणतः आत्मनेपदीधातवः परस्मैपदिरूपं प्राप्नुवन्ति. उपसर्गाणां कारणेन एतादृशपरिवर्तनं भवति इति अस्माभिः दृष्टमेव. गतवर्गस्य परिसमाप्तेः अनन्तरं कानिचन करपत्राणि प्रेषितवती अहं. तानि करपत्राणि सर्वे दृष्टवन्तः इति मन्ये. न दृष्टं चेत् एकवारम् अवलोकयन्तु किं किं प्रेषितं मया इति एकवारं स्मारयामि. गते सप्ताहे दुर्वासाः इति पदस्य प्रसङ्गे अहं किञ्चित् प्रेषितवती. किमर्थं? केचन जनाः असाधुरूपं वदन्ति, तदर्थं प्रेषितवती. दुर्वासाः इति साधुरूपं, दूर्वासः असाधुरूपम्, अथवा दूर्वासाः इति अपि असाधुरूपं. तत्र केवलं दुर्वासाः इति रूपमेव साधुरूपं. तत्र प्रातिपदिकमस्ति दुर्वासस्, प्रथमाविभक्त्यन्तं पदं दुर्वासाः इति एकवचनरूपमस्ति. दुर्वासाः, दुर्वाससौ, दुर्वाससः इति प्रथमान्तानि रूपाणि एवं भवन्ति. तत्र वासस् इति सकारान्तशब्दः अस्ति. वासः, वाससि, वासांसि इति नपुंसकलिङ्गपदमस्ति. वासः इत्युक्ते वस्त्रं. दुर्वासाः इत्युक्ते दुर्निन्दितं वासः अथवा वस्त्रं यस्य सः. दुर्निन्दितं वासः अथवा वस्त्रं यस्य सः इति विग्रहवाक्यं भवति. दुर्वासाः इति एव साधुरूपम्. अपि च गते सप्ताहे उपासते इति पदस्य प्रसङ्गे एकं श्लोकं प्रेषितवती. दर्शना भगिनी सूचितवती यत् किञ्चित् दोषः कृतः मया. धन्यवादाः भगिनी. श्लोकः एवम् अस्ति. मय्यावेश्यमनो ये मां नित्ययुक्ता उपासते श्रद्धया परयोपेतास्ते मे युक्ततमामताः इति श्लोकः अस्ति. तस्मिन् श्लोके उपासते इति पदम् अस्ति. उप उपसर्गपूर्वकः आस् धातोः रूपमेव उपासते, तद्रूपं साधु एव. किन्तु तत्र अन्यत् पदमपि हैलैट् कृतवती, किन्तु दोषेण उक्तं मया. तत्र परयोपेतास्ते इति रूपमस्ति. तत्र पदविच्छेदं कुर्मः चेत्, सन्धिकार्यं कुर्मः चेत् तत्र रूपं कथं भवति इत्युक्ते परया उपेताः ते इति तत्र पदविच्छेदं कुर्मः चेत् रूपं सम्भवति. परया उपेताः ते इति तत्र रूपं. श्रद्धया परया उपेताः ते इति पदविच्छेदं कुर्मः चेत् रूपं भवति. तत्र विसर्गसन्धिकार्यमस्ति. आस्ते इति रूपं तत्र नास्ति, केवलम् उपेताः योगः ते, तत्र विसर्गसन्धिं कुर्मः चेत् उपेतास्ते इति रूपं सिद्ध्यति. अनन्तरम् अवगमनम् अवगाहनम् इति पदद्वयस्य विषये अपि किञ्चित् प्रेषितवती. पदद्वयम् इदं ल्युडन्तपदद्वयं, ल्युट् प्रत्ययः अस्ति. अवो उपसर्गपूर्वकः गम् धातुतः ल्युट् प्रत्ययस्य योजनेन अवगमनम् अवगाहनम् इत्युक्ते अव उपसर्गपूर्वकः गाह् धातुः अस्ति. गाह् धातोः ल्युडन्तरूपम् अवगाहनं तथा एव अवबोधनम्. अपि च अवगत्य अवगम्य इति रूपद्वयं सिद्ध्यति. किमर्थं चेत् गम् धातुः अनुनासिकान्तधातुः इत्युक्ते अन्ते मकारः अस्ति इति कारणतः ल्यबन्तरूपद्वयं सिद्ध्यति. अनुनासिकलोपः भवति चेत् एकं रूपं, लोपः न भवति चेत् अन्यत् रूपं भवति. तदर्थं विकल्पेन अवगत्य अवगम्य, एवमेव अनुगत्य अनुगम्य इति रूपद्वयं साधितं. तत् रूपद्वयं कथं साधनीयम् इति प्रक्रियाम् अपि अहं सूचितवती. तत्र रूपद्वयं सिद्ध्यति. अपि च यम् धातुः अपि अनुनासिकान्तधातुः एव, इत्युक्ते यम् धातोः रूपाणि रम् धातुतः अपि च अणम् एते धातवः अनुनासिकान्तधातवः इति कृत्वा तत्र विशिष्टसूत्रेण अनुनासिकलोपः भवति चेत् एकं रूपम्, अनुनासिकलोपः भवति चेत् अवगत्य इति रूपं भवति, अनुनासिकलोपः न भवति चेत् अवगम्य प्रयम्य प्ररम्य प्रणम्य इत्यादीनि ल्यबन्तरूपाणि सिद्ध्यन्ति इति एकः विषयः. एवमेव अन्यानि करपत्राण्यपि प्रेषितवती, एकवारम् अवलोकयन्तु. अपि च प्रार्थयति प्रार्थयते इति रूपद्वयमपि साधु इति एकं करपत्रं प्रेषितवती. प्र उपसर्गपूर्वकः अर्धधातुः अस्ति, अर्धधातुः चुरादिगणे अस्ति. प्रार्थयति इति रूपं साधु, प्रार्थयते रूपमपि साधु. कथम् इति अस्माभिः ज्ञातव्यम्. कथं प्रार्थयति रूपं साधु भवति इति प्रश्नः उदेति. अर्धधातुः आत्मनेपदीधातुः एव इति कृत्वा प्रार्थयते रूपं सर्वदा साधु भवति, किन्तु प्रार्थयति रूपमपि साधु एव इति तत्र निरूपितमस्ति, तत्र विवरणं दत्तमस्ति. तदर्थं पठन्तु. प्रार्थयति प्रार्थयते इति रूपद्वयमपि साधु इति करपत्रे लिखितमस्ति, एकवारम् अवलोकयन्तु. अवधेयम् इति पदस्य प्रसङ्गे अपि किञ्चित् पूर्वं प्रेषितवती. अनन्तरम् अस्माकं पाठं प्रति गन्तव्यम्. अत्र पञ्चनवतितमे पुटे अष्टमवाक्यपर्यन्तं वयं परिशीलितवन्तः. इदानीं नवमवाक्यात् आरभ्य कुर्मः. आदौ भूमा भगिनी एकवारं नवमं वाक्यं पठतु. नवमं वा साधुः धर्मम् अनुयोगः सृ. साधुः धर्मम् अनुस्मरति. आवरणे सृ इति धातुः अस्ति. सृ धातोः रूपं वक्तव्यं. शरति. शरति लट् लकारे सृद्वादिगणे अस्ति. सरति सृगुणं भूत्वा सरति अर् आयाति. ऋकारस्य अर् आयाति गुणं भूत्वा. अनुसरति एष लट्लकारे अस्ति. साधुः धर्मम् अनुसरति. साधु तस्मात् पूर्वं स्मृ इति धातोः रूपं दत्तमस्ति. स्मृ धातोः रूपं स्मरति, किन्तु अत्र अत्र धातुः कः? सृ धातु स्मरति. अत्र प्रत्येकं पदं स्वीकृत्य एकवारं वदतु. साधुः उकारान्त पुंलिङ्ग शब्दः. साधुः गुरु शब्दवत्. धर्मं साधु साधु साधवः प्रथमाविभक्ति. धर्मं धर्मम् अनुसरति. धर्मं द्वितीयविभक्ति द्वितीयविभक्ति कर्मपदम् अस्ति. श्रुधातु सकर्मक, तदानीं ततः धर्मं द्वितीयविभक्ति अस्ति. प्रथमान्तं रूपं धर्मः, धर्मः पुल्लिङ्ग, धर्मः. ध्रुधातुतः मनिन् इति ओणादिप्रत्ययेन निर्मितं पदं धर्मः, ओणादिप्रत्ययाः सन्ति. अत्र अनुसरति इत्युक्ते भवती किम् अवगतवती? अनुसरति अन्यम् अनुसरति, अन्यं देस् फालोस् अनुसरति. कम् अनुसरति? साधुः धर्मम् अनुसरति. धर्मम् अनुसरति. अत्र साधु इति कथनेन साधु इत्युक्ते भवत्याः अवगमनं किम्? साधुः सः तत्त्वं ज्ञानम् ज्ञानवान्. श्रीधर्महोदय, भवान् वदतु, साधुः धर्मम् अनुसरति इति उक्तमस्ति, साधुः इत्युक्ते कः? साधुः इत्युक्ते गुरु शब्दवत् अस्ति. साधुः साधुः साधवः. मम आशयः तु अत्र लोके साधुः इत्युक्ते भिन्न अर्थः अस्ति, किन्तु मूलतः साधुः इत्युक्ते कः अर्थः? साधवः इत्युक्ते उत्तमजनाः इति मम चिन्तनम् अस्ति. अन्ये किं चिन्तयन्ति? सन्तः. सन्तः सन्तः सन्तः खलु. सन्तः अनुसरति इत्युक्ते पश्चात् गच्छति. धर्मस्य मार्गे गच्छन्ति. लोके साधुजनाः धर्मम् अनुसरन्ति. गीतायाम् एकं वाक्यमस्ति, कोऽपि स्मारयतु. उत्तमजनान् सर्वदा अनुसरन्ति लोके अन्ये जनाः. दर्शना भगिनी वदतु, यद्यदाचरति श्रेष्ठः. यद्यदाचरति तत्तदेवेतरो जनः, ते यत् स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते. यद्यदाचरति श्रेष्ठस्तत्तदेवेदरोजनः स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते. एतत् बहु सम्यक् श्लोकमस्ति, बिकास् पुनः पुनः स्मृतवान् स्मृतवान् उत्तमं. स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते, लोकः तदनुवर्तते. लोकः किम् अनुवर्तते? लोकः तं तम् अनुवर्तते. तम् इत्युक्ते यः सर्वं धर्मम् आचरति, तं यः धर्मम् आचरति तम् अनुसरति. उत्तमम्. इतरे जनाः अपि श्रेष्ठम् अनुसरन्ति, साधुम् अनुसरन्ति, किन्तु साधुः धर्मम् अनुसरति. अग्रे पठतु भगिनि. कृष्णः सर्वान् उपकरोति. उपकृदातु सर्वान् उपकरोति, करोति कृदातु सकर्मक. सो सर्वान् द्वितीयविभक्ति. सर्वशब्द सर्वशब्द सर्वनामपदं सर्वशब्द. अत्र उप इति उपसर्गस्य योजनेन अर्थपरिवर्तनम् अभवत् खलु? अर्थपरिवर्तनं. पूर्वस्मिन् वाक्ये अनुसरति इति उक्तवती, तत्र ल्यबन्तपदम् अनुसृत्य. अत्र किं भवति? उपकृत्य. उपकृत्य तत्र उप उपसर्गपूर्वकः, क्रु धातुतः, ल्यप् इति अस्मात् या आगच्छति, किन्तु तत्र तकारः कुतः आगतः? तकारः एवं चिन्तनीयं खलु. श्रीधर् महोदय, भवान् वक्तुमिच्छति वा? कृत्य इति भवति. कृ इति धातु तत् ल्यमन्तं भवति. कृत्य करोति इति नार्मली भवति. वदतु महोदय. उप इति तस्य उपसर्गः अस्ति. उपकरोति. साधु एव. अत्र किं वक्तुमिच्छामि इत्युक्ते, तकारः आगतः अन्यस्मात् आगतः इत्युक्ते विशिष्टसूत्रेण ह्रस्वस्य पिति कृति तुक् इति सूत्रेण तुक् आगमः भवति. तत्र पश्यन्तु, ये व्याकरणवर्गं गच्छन्ति ते सर्वे जानन्ति एव, ल्यप् इति कथनेन. शोभा भगिनी, एकवारं ल्यप् प्रत्ययस्य प्रसङ्गे किञ्चित् वदतु, तत्र किं किं भवति. ल्यप् इत्यस्मिन् लकारः अस्ति, यकारः अस्ति, पकारः अस्ति. ल्यप् इत्यस्य लकारस्य लशक्वतदिते इति सूत्रेण इत्संज्ञा भवति. अपि च पकार अन्ते अस्ति, हलन्त अस्ति इति कृत्वा हलन्त्यम् इत्यनेन इत्संज्ञा भवति. तदनन्तरं तयोः द्वयोः लोपः, तस्य लोपः इति सूत्रेण. अपि च या एव तिष्ठति तत्र, ल्यप् इत्यस्य या एव तिष्ठति. उत्तमम्. अपि च अहम् एकं सूत्रम् उक्तवती, ह्रस्वस्य पीति कृति तुक्. तत्र पीति इति कथनेन ल्यप् प्रसङ्गे पीति वदतु. ल्यप् प्रसङ्गे पीति इति आगच्छति चेत् तत्र पकारस्य इत्संज्ञा भवति चेत् पित् इति भवति, पीति इति वदामः. कृति इत्युक्ते, कृति इत्युक्ते कृत् अस्तु, पित् इति पित् पकारस्य लोप इत्, कृत् इत्युक्ते इत्युक्ते क्रू इत्यस्य पिति इति भवन्तः सर्वे जानन्ति एव. ल्यप् इत्यस्मिन् प्रत्यये पकारः इति संज्ञकः अस्ति इति कारणतः पिति इति सूत्रे उक्तमस्ति. ल्यप् प्रत्ययः पित् प्रत्ययः, यथा शप् पित् अस्ति तथा एव ल्यप् अपि पित् एव इति कृत्वा पिति इति सूत्रे उक्तमस्ति. कृति इति कथनेन ल्यप् प्रत्ययः कृत् प्रत्ययः इत्युक्ते धातुभ्यः विहिताः प्रत्ययाः द्विधा भवन्ति, तिङ् प्रत्ययाः अपि च कृत् प्रत्ययाः. ये तिङ् भिन्नाः सन्ति, ये तिङ्गः न सन्ति, ते कृत् प्रत्ययाः भवन्ति. तदर्थमेव कृदतिङ् इति सूत्रेण अतिङ् एव कृत् भवति इति कृत् प्रत्ययानां प्रसङ्गे उक्तमस्ति. क्ता प्रत्ययः, क्तवत् प्रत्ययः, एतानि सर्वाणि कृदन्तपदानि. अत्र ल्यप् इति प्रत्ययः कृत् प्रत्ययः अस्ति, किन्तु सूत्रस्य प्रसङ्गे तुक् इति उक्तमस्ति. तुक् इत्युक्ते सकारः आयाति इति अर्थः. तुक् इति कथनेन तस्मिन् ककारः इति संज्ञकः भवति. तुक् कित् अस्ति, सः तकारः कुत्र आयाति इति अवगन्तुमेव तुक् इति उक्तमस्ति. तत् त्यजन्तु. आहत्य ह्रस्वस्य पिति कृति तुक् इति सूत्रेण एव तत्र तकारः आगतः. उप उपसर्गपूर्वकः क्रूधातुतः ल्यप् योजनेन अनेन विशिष्टसूत्रेण तुक् आगमः भवति इति कृत्वा उपकृत्या इति रूपं भवति. एवमेव परिष्कृत्य अन्यानि पदानि अपि भवन्तः जानन्ति. भगिनि, तत्र ह्रस्वस्य कृति पिति तुक् आगमः इति उक्तवती किल? अस्तु अस्तु. एकादशं वाक्यमस्ति अत्र. विमला भगिनी, भवती पठतु. गङ्गा गङ्गा हिमालयात् नि योगः सृ निःसरति. सृ धातुः गुणं भूत्वा सर, अपि च ति प्रत्ययः निःसरति इति. साधु वा भगिनि? रूपं पुनः एकवारं वदतु. अत्र सकारद्वयं वर्तते वा, नो चेत् एकः एव सकारः वर्तते वा? द्वयमस्ति, सकारद्वयमस्ति. किमर्थं निः सरति इति निःसरति भवति? तत्र पश्यतु, अत्र उपसर्गः कः? केवलं नि अस्ति. सकारद्वयं किमर्थमिति न जानामि. नि उपसर्गस्य योजनेन निसरति, किन्तु निस् इति अन्यः उपसर्गः अस्ति. अस्तु, ओ ओ ओ अस्तु. नि इति एकः अस्ति, निस् अन्यः अस्ति, निर् अपि अस्ति. इत्युक्ते एते त्रयः उपसर्गाः भिन्नाः, किन्तु अत्र निस् नास्ति, केवलं नि एव अस्ति. नि अस्ति इति कृत्वा रूपं किं भवति? निसरति. एकः एव सकारः वक्तव्यः तत्र. श्रुधातुतः सरति कथमायाति एकवारं विवृणोतु. श्रुधातुतः गुणकार्यं भूत्वा सर इति आगच्छति. भुवादिगणे अस्ति इति मन्ये. तेन शप् योजयित्वा शकारपकारयोः इत्संज्ञा भूत्वा अकार अवशिष्यते इति सृ सार्वधातुक आर्धधातुकयोः इत्यनेन सृ परिवर्तनं भूत्वा सर सर् भवति. अकारं योजयित्वा सर योगः तिप् सरति. उत्तमं. प्रत्येकं पदं स्वीकृत्य वदतु. गङ्गा. गङ्गा तु स्त्रीलिङ्गे एकवचने प्रथमाविभक्त्यां. हिमालयात् हिमालयः इति पर्वतः हिमालयात् पञ्चमी विभक्त्यां प्रथमवचने अस्ति. निसरति इति अपि तु क्रियापदम्. अत्र हिमालयः इति अकारान्तपुंलिङ्गशब्दः. निस् इति उपसर्गस्य योजनेन निस्सरति इति रूपं सिद्ध्यते. तद्रूपमपि अस्ति. अत्र नि इति उपसर्गस्य योजनेन अर्थः भिद्यते. तत्र नि उपसर्गस्य अर्थः कुत्रचित् निषेधार्थे भवति, किन्तु अत्र नीचे अधोभागं गच्छति, अधः गच्छति इति अर्थः अत्र अस्ति. गङ्गा हिमालयात् निसरति, अधः गच्छति इत्यस्मिन् अर्थे अत्र अस्ति. ल्यबन्तरूपं निसृत्य इति रूपं भवति. अत्र श्रुधातुः अपि क्रुधातुः इव ह्रस्वरुकारान्तधातुः अस्ति. क्रुधातोः रूपं कृत्य इव श्रुधातोः रूपं श्रुत्य भवति. निसृत्य इति रूपं सिद्ध्यति अत्र. अग्रे करोतु. सैनिकाः आयुधानि संयोगः गृह गृह सैनिकाः आयुधानि सङ्गृह्यन्ति गृह्णाति गृह्णाति गृह्णीत गृह्णन्ति सङ्गृह्णन्ति साधु सङ्गृह्णन्ति. एकवचनरूपं गृह्णाति. गृह्णाति प्रसङ्गे वक्तुमिच्छति वा? गृह्णाति इति नवमे गणे क्रियादिगणे क्रियादिगणे श्ना श्ना इति विकरणप्रत्ययं. चकारस्य लोपान्तरं न अवशिष्यते. ग्रहयोगः न योगः ति. अत्र रसाभ्यां नो नः समानपदे अपि च अट्कुप् अट्कप् आग्नुं व्यवायेपि रसाभ्यां नो नः इति समानपदे इति नकारस्य णत्वं भवति. तेन सङ्गृह्णाति सङ्गृह्णाति इति गृह्णाति गृह्णीतः गृह्णन्ति. उत्तमम्. अत्र पश्यन्तु गृह्णाति इति रूपं दत्तमस्ति. ग्रहधातुः आवरणे पश्यन्तु ग्रह इति लिखितमस्ति, किन्तु रूपं पश्यामश्चेत् सङ्गृह्णाति इति रूपं भवति. तत्र सम्प्रसारणं नाम्ना एकं कार्यं भवति इति कृत्वा ग्रहधातोः रूपं गृह इति भवति. यथा भगिन्या उक्तं तत्र णत्वमपि भवति. नवमे गणे क्रियादिगणे अस्ति इति कारणतः क्रियादिभ्यः श्ना इति सूत्रेण श्ना इति विकरणप्रत्ययः आयाति. तत्र न इति अवशिष्टभागः अस्ति इति कृत्वा गृह्णाति इति एकवचनरूपमस्ति. किन्तु द्विवचनरूपं पश्यामश्चेत् गृह्णीतः जानीतः क्रीणीतः तत्र ईकारः दृश्यते खलु. तत्र एकं विशिष्टं सूत्रमस्ति. ईहल्यघोः इति सूत्रेण ईकारः आयाति आकारस्य स्थाने. श्ना इति विकरणप्रत्ययः अस्ति खलु. श्ना इत्यस्य अनुबन्धलोपे सति श्ना इत्यस्मात् आकारः आयाति. सः आकारः ई हल्यघोः इति सूत्रेण ईकारः भवति इति कृत्वा तत्र द्विवचनरूपं गृह्णीतः. किन्तु बहुवचनरूपं गृह्णन्ति. अत्र कर्तृपदम् अनुसृत्य बहुवचनरूपं वक्तव्यम्. सैनिकाः सङ्गृह्णन्ति. किं सङ्गृह्णन्ति? आयुधानि. आयुधानि आयुधानि इति नपुंसकलिङ्गं. भवती जानाति एव आयुधम् आयुधानि. गृह्णन्ति इत्यत्र किं कार्यं भवति इति चिन्तनीयं. तत्र विकरणप्रत्ययः श्ना अस्ति खलु. श्ना इत्यत्र अनुबन्धलोपे सति यः दीर्घ आकारः अस्ति आकारस्य लोपः भवति इति कृत्वा तत्र गृह्णन्ति इति रूपं भवति. तत्र एकं विशिष्टं सूत्रमस्ति, श्नाभ्यस्तयोरातः. श्नाभ्यस्तयोरातः, श्ना इति विकरणप्रत्ययः यत्र अस्ति तत्र आकारस्य लोपः भवति. श्नाभ्यस्तयोरातः इति सूत्रेण गृह्णन्ति इति रूपम् एवं रीत्या सिध्यति. भवन्तः सर्वे श्रुतवन्तः एव कानिचन ल्यबन्तपदानि, सङ्गृह्य, निगृह्य, अनुगृह्य, अवगृह्य, प्रतिगृह्य. अन्यानि पदानि भवन्तः द्रष्टुमिच्छन्ति चेत् अष्टाध्यायी.com वेब्सैट् पश्यन्तु. तत्र उपसर्गार्थाः इति एकः भागः अस्ति, प्रत्येकं धातोः उपसर्गार्थाः दत्ताः. इतोपि अवगमनार्थं तं भागम् एकवारं पश्यन्तु. अत्र सङ्गृह्णन्ति इति रूपं लेखनीयं, ल्यबन्तरूपमस्ति सङ्गृह्य. साधु भगिनि अग्रे अत्र. धन्यवादाः. गीताञ्जलि भगिनी भवती करोतु. एकः प्रश्नः अस्ति भगिनि, कृ धातु तत्र वयं कृतवन्तः उपयोगः कृ, कृ उभयपदी अस्ति, उपक्रियते अपि वक्तुं शक्यते वा? क्रियते इति कीदृशं पदं? न, यदि मम प्रश्नः तु यदि उभयपदी अस्ति, आत्मनेपदी रूपम् अपि स्वीकृत्य कृष्णः सर्वान् उपक्रियते इति मम प्रश्नः भगिनि. समीचीनं वा? क्रियते इति रूपं कर्मणि लट् अस्ति. क्रियते, कर्तरिरूपं लट् रूपम्, आत्मनेपदीरूपं कुरुते अस्ति. कुरुते, कुरुते, क्षम्यताम्, उपकुरुते, क्षम्यतां, तदेव अहम् इच्छामि. क्षम्यतां भगिनि, उपकुरुते इति समीचीनं वा? क्रूधातुतः उप इति उपसर्गस्य योजनेन अत्र आत्मनेपदीरूपं सिद्ध्यति वा न वा इति एकवारं क्रूधातोः प्रसङ्गे द्रष्टव्यम्. आत्मनेपदीप्रत्ययानां विधानं कदा भवति इति प्रश्नः. इतोपि व्याकरणस्य अन्तस्थं भागं गच्छामश्चेत् आत्मनेपदीप्रत्ययानां विधानं कदा भवति विशेषतया? कदा भवति इत्युक्ते कर्मणः फलं केवलं कर्तारं प्रति गच्छति चेदेव आत्मनेपदीप्रत्ययानां विधानं भवति. क्रियायाः फलम् अन्यत्र गच्छति चेत् परस्मैपदीरूपं योजनीयम् इति. कर्मणः फलं कर्तारं प्रति गच्छति वा इति द्रष्टव्यम्. वाक्ये तु असाधु भवेत् अत्र, तत्तु परस्मैपदी एव सम्यक् अत्र. अत्र तु परस्मैपदीरूपमेव समीचीनम्, इत्युक्ते कृष्णः सर्वान् उपकरोति एव. आत्मनेपदी तु न भवितुं शक्यते. किन्तु अन्यवाक्ये अन्य रूपम् इति मम अस्तु, उत्तमं भगिनि. इत्युक्ते कथं प्रक्रिया भवति एकम् अन्यविषयः अस्ति एव. उपसर्गस्य योजनेन कदा आत्मनेपदी धातोः रूपं परस्मैपदित्वं प्राप्नोति, परस्मैपदी धातोः रूपं कदा आत्मनेपदीरूपं प्राप्नोति, तस्मिन् विषये प्रत्येकं धातोः प्रसङ्गे केचन नियमाः सन्ति. ते नियमाः आदौ द्रष्टव्याः. अन्यः विषयः क्रियायाः फलं कर्तारं प्रति गच्छति चेदेव आत्मनेपदीप्रत्ययानां विधानं भवितुमर्हति. इदानीं पठतु. युधिष्ठिरः गुरोः पादौ प्रयोगः क्षाल् प्रक्षालयति. अत्र प्र इति उपसर्गः अस्ति. क्षाल क्षाल इत्युक्ते णिजन्त आयाति चेत् क्षल् क्षाल भवति इति अस्ति. चुरादिगणे अस्ति क्षल् धातु, इत्युक्ते नूतनधातु तु क्षाल अस्ति. भगिनी अत्र प्रक्रियां वदतु, किञ्चित् वदतु. क्षालयति अत्र तु क्षल् योगः णिच् योगः शप् इति आयाति. णिच् भूत्वा क्षल् क्षल् इत्युक्ते णिच्छायाति चेत् ई तिष्ठति किञ्चित् वदामि. यथा भवती उक्तवती तत् साधु एव, अयं धातुः चुरादिगणे अस्ति, किन्तु धातोः मूलरूपं क्षल् अस्ति, किन्तु अत्र क्षाल् इति दत्तमस्ति. इत्युक्ते तत्र एका प्रक्रिया अस्ति, विशिष्टं सूत्रं तत्र कार्यं करोति. क्षल् इति धातौ लकारात् पूर्वं ह्रस्व अकारः अस्ति. क्षल् इति कथनेन लकारात् पूर्वम् उपधायां ह्रस्व अकारः अस्ति. चुरादिगणीय धातुषु वदतु. अत उपधा, क्षम्यतां भगिनि, उत्तमम् अस्तु, धन्यवादः. क्षल् क्षाल् प्रथमः भवति अत उपधायाः इति सूत्रेण. उत्तमम्. उपधायां ह्रस्व अकारः अस्ति इति कारणतः अत उपधायाः इति सूत्रेण वृद्धिः भूत्वा क्षल् तत्र अकारः अस्ति, तस्य अकारस्य वृद्धिसंज्ञकवर्णः आकारः, तदर्थमेव अत उपधायाः इति सूत्रेण क्षल् क्षाल् भवति. पश्चात् ई योजनेन क्षालि इति नूतनधातुः. वदतु. हा, नूतनधातु आयाति क्षालि. क्षालि तदनन्तरं कर्तरि शप् इत्यनेन अकार तिष्ठति. क्षाली योगः अ, तदनन्तरं गुण भूत्वा, गुण इत्युक्ते सार्वधातुकार्धधातुकयोः इगन्त अङ्गमस्ति चेत् क्षाली क्षाले भवति. तदनन्तरं सन्धिकार्यम् अभवत् इत्युक्ते ए योगः अस्ति चेत् एचोयवायावः सूत्रेण अय आयाति क्षालय. अय योगः शप् कारणेन अ क्षालय, तदनन्तरं तिङन्तरूपं ति क्षालयति इति इति निष्पन्नं भवति. तत्र तु प्रयोग क्षालयति प्रक्षालयति. उत्तमम्. अत्र प्रक्षालयति इति रूपमस्ति, किन्तु ल्यबन्तरूपं प्रक्षाल्य. प्र उपसर्गपूर्वकः क्षालि इति धातोः रूपम् अस्ति, नूतनधातोः रूपं क्षालि अस्ति, किन्तु अन्ते स्थितस्य इकारस्य लोपः भवति. अणेरनिटि इति सूत्रेण तत्र स्थितस्य इकारस्य लोपः भवति चेदेव प्रक्षाल्य इति रूपं सिद्ध्यति. युधिष्ठिरः इति पदमस्ति, अस्मिन् पदे अलुक् समासः अस्ति, इत्युक्ते पूर्वपदस्य विभक्तिलोपः न भवति. युधि इति सप्तम्यन्तं पदम् अस्ति इति कृत्वा अलुक् समासः अस्मिन् पदे अस्ति. गुरोः पादौ, अत्र पादौ रूपं किम्? पादौ तु द्वितीय विभक्ति द्विवचनरूपं पादौ. अत्र अकारान्त पुंलिङ्गशब्दः पादः अस्ति, किन्तु पद् इति अन्यत् पदमपि अस्ति, पद् इति अन्यत् पदमपि अस्ति अस्मिन्नेव अर्थे. पादाभ्यां चलामि वाक्यं साधु, पद्भ्यां चलामि वाक्यमपि साधु. किमर्थं चेत् पादाभ्याम् इत्यस्मिन् अकारान्तपुंलिङ्गशब्दः, किन्तु पद्भ्यां तत्र हलन्तशब्दः अस्ति, दकारान्तशब्दः. पद्भ्यां चलामि, पद् इति प्रातिपदिकं भवति, दकारान्त प्रातिपदिकं भगिनि. आम्, हलन्तशब्दः. अग्रे करोतु. सत्त्वात् ज्ञानं संयोगः जा, जा जन् धातोः आयाति, जा जनोर्जा इति सूत्रम् अस्तु, जा जायते संजायते इति रूपम् आयाति अत्र. इत्युक्ते सत्त्वात् ज्ञानं, सत्त्वात् तु पञ्चमी अस्ति, ज्ञानं जा इति अकर्मक वा भगिनि, न जानामि. ज्ञानम् इत्यस्य प्रसङ्गे वदतु. ज्ञानमपि जा धातुत आयाति न भगिनि? ज्ञानं तत्र ज्ञा धातुः अस्ति, ज्ञा धातोः लट्लकाररूपं जानाति खलु? हा जानाति, हा हा तत्तु अहं जानामि. इदानीं वदतु. हा जानाति, ज्ञा धातुतः जानाति इति लट् कर्तरीपम् अस्ति. तत्र ज्ञान इति प्रत्यय किं तु न जानामि. ज्ञा धातुतः ल्युट् प्रत्ययस्य योजनेन ज्ञानं ल्युडन्तं पदं ज्ञा धातोः रूपं ज्ञानं किन्तु जनि धातोः रूपं जायते जनि प्रादुर्भावे इति धातुः अस्ति दिवादिगणे अस्ति जायते तस्य रूपम् अस्ति दिवादिगणे अस्ति इति कारणतः या श्रूयते तत्र लौकिकधातुः जन् अस्ति जन् धातुतः जायते इति रूपं सिद्ध्यति तत्र ज्ञाजनोर्जा ज्ञा धातोः प्रसङ्गे जनी धातोः प्रसङ्गे एव इदं सूत्रं कार्यं करोति इति कृत्वा जन् धातोः रूपं जायते भवति किन्तु सम् उपसर्गपूर्वकः अत्र किन्तु अत्र ल्यबन्तरूपं ज्ञातुमिच्छामश्चेत् सञ्जायते इति लिखितमस्ति खलु तत्र रूपद्वयं सिद्ध्यति सञ्जन्य सञ्जाय तथा एव प्रजन्य प्रजाय इति रूपद्वयं तत्र एकं विशिष्टं सूत्रमस्ति ये विभाषा इति सूत्रेण रूपद्वयं सिद्ध्यति इति कृत्वा सञ्जन्य इति एकं रूपं सञ्जाय इति अन्यत् रूपम् अस्ति यथा भगिनी प्रेषयति अवगमनम् अवगाहनम् इत्युक्ते अनुनासिक अन्तिम अस्ति चेत् इति विकल्पेन रूपे आयाति न भगिनि सञ्जन्य सञ्जाय अत्र जन् धातोः प्रसङ्गे ये विभाषा इति एकं विशिष्टं सूत्रमस्ति तेन सूत्रेण रूपद्वयं सिद्ध्यति ल्यबन्तरूपेषु तदर्थमेव सञ्जन्य एकं रूपं सञ्जाय इति अन्यत् रूपम् अस्ति सञ्जन्य इति कथं भवति वयं जानीमः एव पश्यतु सम् उपसर्गतः जन् इति लौकिकधातोः रूपं योजयित्वा ल्यप् इत्यस्मात् संयोगः जन् योगः य खलु भगिनि संयोगः जन् योगः य तत्र जन् कुतः आगतः जनि प्रादुर्भावे धातोः लौकिकरूपं जन् अस्ति संयोगः जन् योगः य संजन्य इति एकं रूपं तत्र किमपि काठिन्यं नास्ति किन्तु ये विभाषा इति सूत्रेण अन्यत् रूपं सिद्ध्यति इति कृत्वा तत्र आकारादेशः भवति इति कृत्वा सञ्जाय इति अपि एकं रूपम् अस्ति संजन्य संजाय इति ल्यबन्तरूपद्वयं साधु भगिनी इदानीम् अत्र सुजाता भगिनी भवती करोतु अर्जुनः कृष्णं प्रायोगः भाष प्रभाषते प्रा उपसर्ग अस्ति भाष धातु अस्ति उपसर्गयोजनेन प्रभाषते आत्मनेपदी भवति अर्जुनः कृष्णं प्रभाषते कृष्णं कर्मपदमस्ति वा कृष्णं कर्मपदं कृष्णं प्रभाषते अर्जुनः प्रथमाविभक्ति अर्जुनः किं वदनीयं भगिनि भवती यद् जानाति अस्मिन् प्रसङ्गे किञ्चित् वदतु प्रभाषते इति लिखितमस्ति खलु तत्र रूपं कथं साधनीयं प्रभाषते किमपि काठिन्यं नास्ति तत्र भाष भवादिगणे अस्ति भवादिगणीयः भाष् योगः शप् योगः द्वे अस्ति प्रभाषति भाषति भाषते द्वे रूपं स्तः प्र उपसर्गसहित अस्ति भाषते प्रभाषते केवलम् आत्मनेपदिरूपमेव अस्ति प्रभाषते इति रूपमेव अस्ति तत्र किमपि काठिन्यं नास्ति भुवादिगणे अस्ति इति कारणतः शप् योजयामः भाष् योगः आयोगः ते भाषते हलन्तं हलन्तम् अस्ति चेत् वर्णमेलनमेव ल्यबन्तरूपं परिशीलयामश्चेत् प्रभाष्य रूपं साधयतु प्रभाष्य प्रभाष् यो या लेबन्तं लकारः पकारः अपगच्छति, या एव अवशिष्यते प्रभाष्य. उत्तमं. धातुभ्यः अनुबन्धलोपः करणीयः, तथा एव प्रत्ययेभ्यः अपि निरनुबन्धरूपं साधनीयम् आदौ. तदेव अस्माकं प्रथमं कार्यं. पश्चात् अत्र किमपि नूतनं कार्यं नास्ति, केवलं वर्णमेलनं. प्रायोगः, भाष्योगः, ल्यप् इति कथनेन प्रभाष्य, खलु? अग्रे करोतु. योगारूढः कर्मसु न भवादिगणे अस्ति, सज्जति अनुषज्यते इति रूपं भवति. शाङ् इति धातु अस्ति. आवरणे सज्ज इति धातोः रूपं दत्तमस्ति. अत्र यः धातुः अस्ति सः लौकिकधातुः, किन्तु अस्य धातोः मूलरूपं शस्ज. मूर्धन्य षकारादि धातुः इति कृत्वा अत्र रूपम् अनुषज्यते. अत्र पश्यतु वाक्यं, योगारूढः कर्मसु न अनुषज्यते. न अनुषज्यते, खलु? योगारूढः इति पदस्य प्रसङ्गे वक्तुमिच्छति वा? न जानामि भगिनि. भवती यज्जानाति तद्वदतु. लिङ्गं किं, वचनं किम्? योगारूढः प्रथमाविभक्ति एकवचनमस्ति. कर्मसु सप्तमी विभक्ति बहुवचनमस्ति. कर्मशब्दस्य प्रसङ्गे वदतु, तत्र प्रातिपदिकं किं, रूपाणि कथं भवन्ति? कर्मन् शब्दमस्ति, नकारान्तशब्दम् अस्ति. कर्मन् लिङ्गं किम्? कर्मन् नपुंसकलिङ्गमस्ति वा? नपुंसकलिङ्गपदम्. प्रथमाविभक्त्यन्तरूपाणि, द्वितीयान्तानि वदतु. नपुंसकलिङ्गपदमस्ति इति कृत्वा कर्म एव भवति. कर्मशब्दः नकारान्तशब्दः, प्रातिपदिकं कर्मन्, प्रथमान्तानि कर्मकर्मणि कर्माणि, द्वितीयान्तानि कर्मकर्मणि कर्माणि इति रूपाणि भवन्ति नपुंसकलिङ्गपदम् इदम्. अत्र योगारूढः इति पदमस्ति. श्रीधर् महोदय, भवान् वदतु. योगारूढः इति प्रथमविभक्त्याम् अस्ति. योगे आरूढः इति अहं चिन्तयामि. योगम् आरूढः इति विग्रहवाक्यं वक्तव्यं भवति. किमर्थं चेत् अत्र आ उपसर्गपूर्वकः रूढ इति रूपमस्ति. पश्यन्तु अत्र रूढ इति कीदृशं पदम्? रूढ इति अकारान्तपदमस्ति. उत्तमं. भवन्तः सर्वे जानन्ति एव, रुह् इति एकः धातुः अस्ति. रुह् इति धातुः हकारान्तधातुः. रुह् धातोः रूपमेव आरोहति. आ उपसर्गपूर्वकः रुह् धातोः लट्लकाररूपम् आरोहति. ल्युडन्तं रूपम् आरोहणम्, अवरोहणम् इत्यादीनि पदानि वयं जानीमः एव. आरोहणम्, अवरोहणम् इत्यादीनि पदानि ल्युडन्तपदानि, रुह् धातुतः निर्मितानि. रुह् धातुतः कथाप्रत्ययस्य योजनेन निर्मितं पदं रूढ. गुह् अस्ति चेत् गूढ, वह् अस्ति चेत् ऊढ, रुह् अस्ति इति कारणतः अत्र रूढ इति रूपमस्ति. आरूढः आ उपसर्गपूर्वकः रुह् धातुतः कथाप्रत्ययस्य योजनेन आरूढ इति प्रातिपदिकं सिद्ध्यति. क्तान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति, किन्तु अत्र पुंलिङ्गे दत्तमस्ति इति कृत्वा आरूढः. योगम् आरूढः इति विग्रहवाक्यं भवति. तत्र द्वितीया तत्पुरुषसमासः अस्ति. रुः धातुतः रूढ इति पदं साधितं, भवन्तः ज्ञातुमिच्छन्ति चेत् कक्षायाः अनन्तरं प्रेषयामि। तत्र पञ्चसूत्राणि कार्यं कुर्वन्ति। रुः धातुतः रूढ आहत्य इदं पदं क्ताप्रत्ययान्तरूपं क्तान्तरूपम् अस्ति। तत्र होढः इति सूत्रेण आदौ कार्यं भवति। होढः हकारान्तधातुः अस्ति इति कृत्वा होढः इति सूत्रेण ढकारः आयति, पश्चात् झषस्तथोर्धोधः ष्ठुनाष्ठुः ढोढे लोपः ढ्रलोपे पूर्वस्य दीर्घोणः। अन्तिमं सूत्रं ढ्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण रूढ। अग्रे पश्यन्तु मूढ। मूढ इति रूपमपि एवमेव साधितं। तत्र मुह् धातुः अस्ति, मुह् धातुतः मूढ, गुह् धातुतः गूढ, वः अस्ति चेत् ऊढ। क्तान्तरूपाणि अत्र किम् उक्तमस्ति? योगारूढः कर्मसु न अनुषज्यते। योगारूढः कर्मसु न अनुषज्यते, they are not held back by karmas. They are not attached. Sadh Mahodaya. Idanim, agrimam vakyam patatu. Moodaha devam na prapadyate. Prapadyante. Devam na prapadyante. Pra iti upasarkaha asti. Pad iti धातोः परिवर्त्य प्रपद्यते इति भविष्यति। सूत्रं न जानामि। अत्र प्र उपसर्गपूर्वकः पद् धातोः रूपं लेखनीयम्। आवर्णे पद् इति धातोः लौकिकरूपं दत्तमस्ति। पद् धातुः दिवादिगणे अस्ति इति कृत्वा तस्य रूपं पद्यते, अत्र रूपं प्रपद्यते। ल्यबन्त रूपं किं भवितुम् अर्हति? प्रपद्य देवं न प्रपद्य। अत्र मूढः इति पदमपि कताप्रत्ययान्तरूपम् अस्ति। मुह् धातुतः कताप्रत्ययस्य योजनेन निर्मितं पदं मूढ। अत्र देवः इति पुंलिङ्गपदम् अस्ति, किन्तु अस्मिन् वाक्ये कर्मपदम् अस्ति। दिव् धातोः रूपमेव देवः। दिव् धातोः लट्लकाररूपं दीव्यति। दिव् धातुः दिवादिगणे अस्ति, किन्तु दिवादिगणीय यः दिव् धातुः अस्ति तस्य धातोः बहवः अर्थाः सन्ति। पूर्वमपि वयं दृष्टवन्तः दिव् धातुः बहुषु अर्थेषु प्रयुक्तम् अस्ति। दिव् धातोः रूपमेव देवः। देव इति प्रातिपदिकात् तल् इति प्रत्ययस्य योजनेन देवता इति तद्धितप्रत्ययान्तपदं सिद्ध्यति। देवता इति आकारान्तस्त्रीलिङ्गपदम् अस्ति। प्रपद्य इति ल्यबन्तरूपम् अस्ति। भगिनि, सज्ज धातुतः ल्यप् रूपम् अनुसज्य, तत्रापि जकार जकार यकार यकार अकार आयाति न भगिनि? खलु सज्ज्य। अहं चिन्तयामि अनुसज्य तत्रापि मूर्धन्यषकारः आयाति इति भाति। अनुसज्य अनुषज्य वा, तत्र द्विवारम् आयाति जकार मूर्धन्यषकार अस्तु अनुषज्य। तदेव अग्रिमे पुटे अन्यानि रूपाणि दत्तवन्तः। इदानीं शोभा भगिनी भवती करोतु। उच्चैः पठत जानीत च, तत्र उपसर्गसहितक्रियाः लङ् रूपाणि तेषाम्, अपि च तव तु प्रत्ययान्तरूपाणि पुंलिङ्गे इति दत्तं। प्रथमम् आगच्छति इति, तत्र आगच्छति इति पदे आ इति आङ् इति उपसर्गं प्रथमं, योगः अगच्छत् इति गच्छति इत्यस्य लङ् रूपं प्रथमपुरुषे एकवचने, तदा आयोगः आ इति, तत्र अकः सवर्णे दीर्घः इति कारं करोति किल, किन्तु आ एव तिष्ठति, दीर्घ आकारः अस्ति इति कृत्वा आ दीर्घ आकारः आगच्छत् इति भवति. तत्र तव तु प्रत्ययान्तरूपाणि आयोगः गतवान् इति गम् धातोः तव तु रूपं पुंलिङ्गे एकवचने आयोगः गतवान् आगतवान् इति तत्र तु वर्णमेलनेन एव भवति. अत्र पठत जानीत तयोः प्रसङ्गे वदतु. तत्र पठत इति लोट् लकाररूपं बहुवचने मध्यमपुरुषे लोट् लकार मध्यमपुरुषे बहुवचने तावत् एवं जानीत इति अपि लोट् लकारे मध्यमपुरुषे बहुवचनरूपं च इति अव्ययम्. अत्र कर्तृपदसहितं वाक्यम् एकवारं निर्मातु. हा तत्र लोट्लकारे अस्ति अपि च तत्र बहुवचने अस्ति सर्वे उच्चैः पठत जानीत च इति एकं वाक्यं भवितुमर्हति. भगिनी मध्यमपुरुषे अस्ति इति कारणतः कर्तृपदं किं भवितुमर्हति? तत्र त्वं युवां यूयम् इति भवति. क्षमतां यूयम् उच्चैः पठत जानीत च. इदमेव वाक्यम् उत्तमपुरुष एकवचने वदतु. अहम् उच्चैः तत्र लोट्लकारे एव इच्छति किल. आम् अहम् उच्चैः पठानि जानामि च. उत्तमम्. अहम् उच्चैः पठानि उत्तमपुरुषे वक्तव्यम् अस्ति. ज्ञाधातोः रूपमेव जानाति, पठधातोः रूपं पठत. अत्रापि जानीत इति रूपमस्ति जानीत. तत्र ईकारः कुतः आगतः? ज्ञाधातुः क्रियादिगणे अस्ति नवमे गणे. श्ना इति व्यकरणप्रत्ययः अस्ति नवमे गणे. तत्रापि ईल्यघोः इति सूत्रेण श्ना इति व्यकरणप्रत्ययस्य अवशिष्टभागः आकारः अस्ति, तस्य आस्थाने ई आदेशः भवति इति कृत्वा अत्र जानीत इति रूपं भवति. जानीहि, जानीतं, जानीत इति तत्र मध्यमपुरुषरूपाणि भवन्ति. उपसर्गसहितक्रियाः इति लिखितमस्ति, तस्मिन् प्रसङ्गे वदतु. क्रिया इति पदम् अस्तु. क्रिया इति तत्र विसर्गः नास्ति चेत् वस्तुतः न जानामि भगिनि. तत्र क्रिया इत्यस्य दीर्घ आकारः अस्ति चेत् सामान्यतया स्त्रीलिङ्गे भवति. स्त्रीलिङ्ग एव. अस्तु अस्तु. स्त्रीलिङ्ग दीर्घ आकारः अस्ति इति कृत्वा बहुवचने क्रियाः इति भवति. उत्तमम्. अत्र क्रिया इति पदम् आकारान्तस्त्रीलिङ्गपदं, किन्तु बहुवचने क्रियाः इति लिखितमस्ति. क्रिया इति पदम् अपि क्रूधातुतः निर्मितं पदमेव. क्रूधातुतः सम्यक् न जानामि, किन्तु शा इति प्रत्ययः अस्ति इति अहं पठितवती. क्रूधातुतः शा प्रत्ययस्य योजनेन क्रिया इति रूपं सिद्ध्यति. एवमेव इष् धातुतः इच्छा इति आकारान्तस्त्रीलिङ्गपदं, तथा एव चर् धातुतः चर्या इति आकारान्तस्त्रीलिङ्गपदम्. इच्छा, चर्या, मृगया, क्रिया इत्यादीनि पदानि शा प्रत्ययस्य योजनेन निर्मितानि इति अहं पठितवती. किन्तु अत्र एकं पदमस्ति खलु सहित, तस्मिन् प्रसङ्गे वक्तुमिच्छति वा? सहित, उपसर्गसहित. तत्र सः इति पदस्य समान अर्थे अस्ति. तत्र सः इति पदं नीत्वा कृतं वा भगिनि, अथवा सहित इति एव पदमपि अस्ति इति मन्ये? रामेण सह अथवा रामेण, सम्यक्तया न जानामि. तत्र सहिता इति पदमस्ति इति मन्ये. जुहोत्यादिगणे धा धातोः प्रसङ्गे वयं पठितवन्तः एव. धारणपोषणयोः इति अर्धे धा इति धातुः अस्ति. धा धातोः रूपं दधाति, किन्तु तस्य धा धातोः कृतान्तरूपं हिता भवति. धा धातोः रूपमेव हिता. हितम् इत्युक्ते अन्यस्य वेल्बीङ्ग् कृते इति अपि भवितुम् अर्हति किल. तत्र अत्र न, किन्तु अन्यस्मिन् वाक्ये भवितुम् अर्हति. अत्रापि सः एव अर्थः अस्ति, हितकारी भवति इति. तस्मिन् अर्थे धा धातोः रूपमेव हित इति क्तान्तरूपम् अस्ति. तदर्थं त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति हितं हिता हितः. उपसर्गसहितक्रियाः दत्ताः खलु. आगच्छति इति पदम् उपसर्गसहितक्रियापदम्, क्रियापदम् इत्यस्मिन् स्थाने तत्र क्रियाः इति लिखितमस्ति. लङ्लकारः इति उक्तमस्ति. लङ्लकारः कीदृशलकारः भिन्नरीत्या वदामश्चेत्? लङ्लकारः भूतकाले भूतकालार्थपदानि सूचयति. उत्तमं, तदेव किल. कीदृशलकारः लङ्लकारः इत्युक्ते नित्लकारः इति वक्तुं शक्यते खलु. आम् आम्, अन्ते न इति अस्ति, तस्य इत् भव हलन्त अस्ति इति कृत्वा इत् भवितुम् अर्हति, तदा णित् भवति तत्र. इत्युक्ते लट् लकारः टित् लकारः, लङ् लकारः णित् लकारः. तदर्थमेव तत्र सूत्रमस्ति लुङ् लङ् लृङ्क्षु अडुदात्तः. इत्युक्ते लुङ् लकारे लङ् लकारे लृङ् लकारे, इत्युक्ते एतेषु त्रिषु लकारेषु लुङ् लङ् लृङ्क्षु एतेषु त्रिषु लकारेषु अडुदात्तः अट् आगमः भवति इति कृत्वा भूतकालार्थे धातोः पूर्वम् अट् आगमः भवति इति कृत्वा अत्र अगच्छत् इति रूपं सिद्ध्यति. सः अकारः धातोः पूर्वम् आयाति, अट् आगमः भवति, आगच्छत् इति अन्तिमं रूपं सिद्ध्यति. आ उपसर्गपूर्वकः गम् धातोः लङ्लकाररूपम् अगच्छत् अस्ति. अत्र भगिन्या उक्तम् अकः सवर्णे दीर्घः इति सूत्रेण सवर्णदीर्घसन्धिः. सवर्णदीर्घसन्धेः प्रसङ्गे किं लिखितम्? एकः पूर्वपरयोः, इत्युक्ते अत्र आकार अकारयोः द्वयोः स्थाने एकः दीर्घादेशः भवति. इत्युक्ते द्वयोः स्थाने, पूर्वपरयोः स्थाने एकः एव दीर्घवर्णः आदेशः भवति इति अकः सवर्णे दीर्घः वदति. इत्युक्ते द्वयोः स्थाने सवर्णदीर्घसन्धेः प्रसङ्गे एकः पूर्वपरयोः इति अनुवृत्तिः अस्ति, किन्तु यण्सन्धेः प्रसङ्गे एकः पूर्वपरयोः इति नियमः नास्ति, केवलं पूर्ववर्णस्य स्थाने एव इति तदपि अत्र आयास्यति एव. अत्र मम आशयः तु द्वयोः वर्णयोः स्थाने एकः दीर्घवर्णादेशः भवति इति ज्ञातव्यः अंशः. आगतवान् प्रसङ्गे वदतु भगिनि. आगतवान् तत्र पुनः आङ् इति उपसर्गः, गतवान् इति तवतु प्रत्यय, तत्र आयोगः तत्र तवतु तवतु कथं भवति इति वदनीयं वा भगिनि, अथवा आगतवान् एव वदनीयं वा तत्र? अत्र प्रातिपदिकं किम्? हा, तत्र गतवत् इति प्रातिपदिकम्. आयोगः स्त्रीलिङ्गे किं भवति? स्त्रीलिङ्गे गतवत्, एकनिमिषं भगिनि, गतवत् गतवती इति नपुंसकलिङ्गे, गतवती ह्रस्व इकारः स्त्रीलिङ्गे. आगतवत् इति नपुंसकलिङ्गे भवति, किन्तु स्त्रीलिङ्गे आगतवती भवति. ओ अस्तु, तवतु अहम् अस्तु, तत्र नपुं स्त्रीलिङ्गे गतवती इति एव भवति. क्षम्यताम्. तवतु प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. अत्र पुंलिङ्गे दत्तानि, आगतवान् पुंलिङ्गे, स्त्रीलिङ्गे आगतवती भवति, किन्तु नपुंसकलिङ्गे आगतवत्. मित्रम् आगतवत् इति साधुरूपम् अस्ति. अत्र तु गम् धातुः, गम् धातुः अनुनासिकान्तधातुः अस्ति इति कृत्वा मकारस्य लोपः भवति इति कृत्वा गम् धातुतः क्तवतु प्रत्ययस्य योजनेन आगतवत् इति रूपं सिद्ध्यति, मकारलोपः भवति. अग्रे पठतु. अग्रिमम् आनयति, तत्र नी धातुः अस्तु, तत्र लङ् रूपाणि आयोगः आङ् उपसर्गः, अनयत् इति लङ् रूपं, नयति इत्यस्य, तेन सह आयोजनेन आनयत् इति भवति. अपि च आयो तत्र आनीतवान् इति तवतु प्रत्ययान्तरूपम् आय पुनः आ उपसर्गपूर्वकः नीतवान् इति तवतु पुंलिङ्गपदं योजनेन. अपि च तत्र नी धातोः नयति इति भवति, तत्र यथा भवती उक्तवती अनयत् इत्यस्मिन् अट् आगमः भवति. लङ् लङ् लुङ् लृङ् ष्वडुदात्तः इति सूत्रेण किं सन्धिकार्यं भवति अनयत् इत्यस्मिन् वा आनयत् आनयत् इत्यस्मिन् हा तत्र तथा यथा पूर्वम् अभवत् तत्र अपि पूर्वपरयोः एकः पूर्वादेशः इति भूत्वा उपसर्गस्य दीर्घः आकारः पूर्वरूपं तदेव तत्र आनयत् इति आकार अकारयोः स्थाने दीर्घ आकारः एव आदेशः भवति. उत्तमम्. अत्र अकः सवर्णे दीर्घः इति सूत्रेण सवर्णे दीर्घसन्धिः भूत्वा दीर्घरूपादेशः भवति. पूर्वरूपादेशः इति न वदामः, किन्तु पूर्वपरयोः स्थाने भवति. अत्र आनीतवान् इति तवत्वन्तरूपम् अस्ति. अत्र रूपसिद्धिः कथं भवति पश्यतु. नी इति धातुः अस्ति. हा, नी इति धातुः. तत्र नीतवान् इत्यस्य कृते किल भगिनी? अस्तु, नी इति धातुः तवत् इति तवत् प्रत्ययस्य प्रातिपदिकं. नीतवत् नीतवत् इति भवति. तत्र नीतवान् इति विषये न जानामि, क्षमताम्. तत्र आयोगः नियोगः तवत् नीतवत् इति प्रथमं प्रातिपदिकं भवति. आनीतवत् इति भवति. तदनन्तरम् आनीतवान् इति कथं भवति इति न जानामि. साधु एव. अत्र आ उपसर्गपूर्वकः नी धातुतः तवत् इति तवत् प्रत्ययस्य अवशिष्टभागः अस्ति. तवत् तवत् तत्र ककारस्य इत्संज्ञा भूत्वा कित् भवति. तवत् इति कित् भवति चेत् किं भवति? तत्र कित् भवति चेत् क्निति च इत्यनेन गुणस्य निषेधः भवति. उत्तमम्. अत्र दृश्यते खलु गुणनिषेधः. नीतवत् इति तत्र नी इत्यस्य गुणः अभवत् चेत् ईकारस्य गुणः भवितुम् अर्हति, एकारः भवितुम् अर्हति. नेतवत् इति भवेत् किन्तु न भवति. असाधुरूपम् अस्ति, किन्तु अत्र तवत् प्रत्ययः कित् प्रत्ययः अस्ति इति कारणतः गुणनिषेधः भूत्वा क्निति च सूत्रेण आयोगः नियोगः तवत् गुणकार्यस्य निषेधः दृश्यते अस्मिन् पदे. साधु भगिनी, साधु उक्तवती. दर्शनभगिनी भवती वदतु. भगिनी, एकः प्रश्नः, तत्र भवत् भवान् भवति तथा एव नीतवत् नीतवान् भवति वा? तकारान्तप्रातिपदिकम् असमानेव न भगिनि? असमानं कार्यमेव. प्रति प्रति वदति, प्रति उपसर्गः वदति इति क्रियापदं, तत्र लङ्लकार अस्ति अवदत्. प्रति योगः अवदत्, तत्र यण् सन्धि भूत्वा प्रत्यवदत् इति रूपं सिद्ध्यते. तवतु तरु तु प्रति उदितवान् अस्ति, प्रत्युदितवान् तत्रापि यण् सन्धि अभवत्. अपि च वद् वद्धातु वद्धातु अन्यत् किं प्रति उत्तरितवान् इति प्रत्युदितवान् प्रति उपसर्गयोजनेन तत्र अहं चिन्तयामि अर्थस्य परिवर्तनम् अभवत् इति. उत्तमम्. अवदत् प्रसङ्गे वदतु. अवदत् लङ्लकार अस्ति. अहं सूत्राणि न जानामि भगिनि, व्युत्पत्ति न जानामि. साधु, अत्र अवदत् इति लङ्लकाररूपमस्ति, भगिनी उक्तवती एव. अत्र प्रत्यवदत् इत्यत्र यण्सन्धिः भवति. इको यणचि इति एकं सूत्रमस्ति. इको यणचि इत्यस्मिन् प्रसङ्गे पूर्वपरयोः इत्यस्य अनुवृत्तिः नास्ति. इत्युक्ते द्वयोः वर्णयोः स्थाने यण् वर्णादेशः भवति इति अर्थः तत्र नास्ति. केवलम् एकस्मिन्नेव वर्णस्य स्थाने एव यण् वर्णादेशः भवति, इकः स्थाने यण् आदेशः. वदतु. प्रति ई अस्ति तत्र अन्ते, ई योगः अस्ति, ई स्थाने य आयाति, य अपि च तत्र वर्णमेलनेन प्रत्यय भवति. उत्तमम्. अत्र केवलम् इकारस्य स्थाने एव यकारः आगतः, परशब्दस्य आदिमवर्णः अकारः यथावत् तत्र तिष्ठति, इत्युक्ते पूर्वस्य वर्णस्य स्थाने एव यकारः आगतः, तत्र यण्सन्धिः भूत्वा प्रत्यवदत् इति रूपं सिद्ध्यति. किन्तु अत्र क्तवत्वन्तरूपं पश्यन्तु, उदितवान्. कथं भवति उदितवान्? वद् इति धातुः अस्ति, वद् धातोः रूपमेव वदति, अवदत् इत्यादीनि रूपाणि सन्ति. किन्तु अत्र प्रत्ययः कीदृशप्रत्ययः अस्ति? क्तवतु इति प्रत्ययः, कित् प्रत्ययः अस्ति. तत्र एकं विशिष्टं सूत्रं कार्यं करोति. वचिस्वपि यजादीनां किति, वचिस्वपि यजादीनाम् आदीनाम् इति उक्तमस्ति. तस्मिन् सूत्रे केचन धातवः उक्ताः, वचिस्वपि यजादीनां किति इति लिखितमस्ति. किति इति कथनेन क्तवत्प्रत्ययः कित् प्रत्ययः अस्ति इति कारणतः तेन विशिष्टसूत्रेण सम्प्रसारणकार्यं भवति. सम्प्रसारणं कार्यं कीदृशं कार्यम् इत्युक्ते, यण्सन्धेः विपरीतं कार्यं भवति. यण्सन्धेः प्रसङ्गे एकः स्थाने यण्वर्णादेशः भवति, किन्तु सम्प्रसारणकार्ये तस्य आपोजिट् कार्यं, विरुद्धं कार्यं भवति. इति कृत्वा यणः स्थाने इक् वर्णादेशः भवति. अत्र पश्यन्तु, वद् धातोः प्रसङ्गे वद् इति कथनेन आदिमवर्णः वकारः अस्ति, तस्य वकारस्य स्थाने उकारः आयाति सम्प्रसारणं भूत्वा. वा इति कथनेन वर्णद्वयमस्ति खलु, वकारः अपि च अकारः, तत्र वर्णद्वयमस्ति. केवलं वकारस्य स्थाने एव उकारः आयाति, तत्र स्थितस्य अकारस्य का गतिः? व अपि च उ अस्ति, तर्हि सम्प्रसारणं भवति चेत् व गच्छति. सम्प्रसारणकार्यं वचिस्वपि यजादीनां किति सूत्रेण भूत्वा वकारस्य स्थाने उकारः आगतः, किन्तु वा इति कथनेन वकारः पश्चात् अकारः अपि अस्ति, तत्र स्थितस्य अकारस्य का गतिः इति अवगन्तुं तत्र एकम् अन्यत् सूत्रमस्ति, सम्प्रसारणाच्च. सम्प्रसारणाच्च इति सूत्रेण केवलं पूर्वरूपादेशः भवति, तत्र द्वयोः स्थाने पूर्वरूपादेशः भवति. पूर्वरूपादेशः इत्युक्ते केवलम् उकारः एव तत्र तिष्ठति, आहत्य उदित इति रूपं सिद्ध्यति. कृतान्तरूपम् उदितः भवति, किन्तु अत्र क्तवत्वन्तरूपं वक्तव्यमस्ति इति कृत्वा उदितवान् इति रूपमस्ति, उदितवत् प्रातिपदिकमस्ति. अत्र सम्प्रसारणकार्यम् एकं विशिष्टं कार्यमस्ति. वच् धातोः प्रसङ्गे अपि सम्प्रसारणं भूत्वा उक्तवान् इति रूपं सिद्ध्यति. वद् धातोः प्रसङ्गे उदितवान् भवति. वः अस्ति चेत् ऊढवान्, तत्रापि सम्प्रसारणकार्यं भवति. अग्रे करोतु. निराकरोति, तत्र द्वौ उपसर्गौ स्तः, निर् योगः आ, योगः करोति, तस्य कृधातोः लङ्लकाररूपम् अकरोत् अस्ति. तत्र निर् योगः आ तु तत्र वर्णमेलनम् एव. अत्र अपि वर्णमेलनमपि वक्तुं शक्नुमः, अन्यथा सवर्णदीर्घसन्धि अपि वक्तुं शक्नुमः. अयोगः आयोगः निराकरोत् इति. अनन्तरं तत्र निर् अपि च आ उपसर्गौ कृधातोः तवतोः प्रत्यय योजित्वा कृतवान् इति पुंलिङ्ग पुंलिङ्गरूपं सिद्ध्यते. निराकृतवान् तत्र वर्णमेलनम् एव. उत्तमं. निर्योगः आयोगः अकरोत्, तत्र सवर्णदीर्घसन्धिः अस्ति, आकार अकारयोः स्थाने दीर्घरूपादेशः भवति इति कृत्वा निराकरोत् इति रूपम् अस्ति. किन्तु तवत्वन्तरूपं परिशीलयामश्चेत् अत्र तु केवलं वर्णमेलनम् एव. निराकृतवान्, निराकृतवती, निराकृतवत् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति. अपि च तत्र वर्णमेलनं न वक्तुं शक्नुमः किल, सवर्णदीर्घ एव वदनीयं वक्तव्यं. तत्र वर्णमेलनमपि तत्र सन्धिकार्यम् अस्ति. अत्रापि निराकरोति, तत्रापि विसर्ग उपसर्गस्य मेलनेन योजनेन किं तत् अर्थः परिवर्त्यते. अर्थः परिवर्त्यते, परिवर्त्यते इति पदमस्ति, परिवर्तते अस्ति. द्वयोः भेदः कः? परिवर्तते, परिवर्त्यते तत्र कर्मणि कर्मणि प्रयोगः. परिवर्तते इति कर्तरि लट् रूपम् अस्ति. अग्रे अपि पठतु. अनुकरोति इति क्रियापदमस्ति, तत्र अनु उपसर्गः अकरोत् पुनरेकवारं कृधातोः लङ्लकारूपम् अकरोत् अस्ति. तत्र यण् सन्धि भूत्वा अन्वकरोत् इति रूपं सिद्ध्यति. अनु पुनरेकवारं कृतवान् इति तवतु प्रत्ययः कृधातोः रूपम् अस्ति, तवतु रूपम्. अनुकृतवान् तत्र वर्णमेलनम् एव. अनुकृतवान्, अनुकृतवती, अनुकृतवत्. उत्तमम्. अनु इति कथनेन अन्ते उकारः अस्ति, केवलम् उकारस्य स्थाने एव वकारः आगतः, केवलम् उकारस्य स्थाने एव वकारः. तत्र यण् सन्धिः अभवत्. कृतवान् इति रूपं पश्यन्तु, तत्र क्रूधातुतः तवत् योजनेन कृतवत् इति प्रातिपदिकम् अस्ति. क्रूधातुः ऋकारान्तधातुः अस्ति, कित् प्रत्ययः परः अस्ति इति कारणतः गुणकार्यम् अभूत्वा केवलं वर्णमेलनम् एव भवति. तदेव साधु भगिनी साधु उक्तवती. इदानीम् अत्र चन्द्रमौली महोदय भवान् वदतु. भगिनी एकः प्रश्नः, तत्र उदित अस्ति खलु, तत्र इकारः केन सूत्रेण आगच्छति भगिनि? उदित इति इडागमः. वदतु, सेट् धातुः. सेट् धातुः अस्ति चेत् इडागमस्य प्रसङ्गे विषयद्वयं स्मर्तव्यम्. इडागमप्रसङ्गे इडानुकूलधातुः अस्ति वा इति द्रष्टव्यम्. अत्र वद् धातुः इडागमयोग्यधातुः, सेट् धातुः, वद् धातुः. तथा एव अत्र प्रत्ययः अपि इडागमयोग्यप्रत्ययः अस्ति वा इत्युक्ते, केचन प्रत्ययाः इडागमयोग्याः न, किन्तु तावत्तु कता प्रत्ययः, एते प्रत्ययाः इडागमयोग्याः. कथं जानीमः सः प्रत्ययः इडागमयोग्यः वा न वा इति कथं जानीमः इत्युक्ते, तत्रैकं सूत्रमस्ति, आर्धधातुकस्येड् वलादेः, आर्धधातुकस्येड् वलादेः इति सूत्रेण वलादिवर्णः प्रत्ययस्य आदौ अस्ति चेत् तत्र इडागमः भवितुमर्हति. वलादिः इति कथनेन वल् प्रत्याहारस्थवर्णः तस्य प्रत्ययस्य आदौ अस्ति चेत् सः प्रत्ययः इडागमयोग्यत्वं प्राप्नोति. अत्र तवतु इत्यस्मिन् प्रत्यये अनुबन्धलोपे सति, तवत् इत्यस्मिन् सः तकारः वलादिवर्णः अस्ति इति कृत्वा तवत् प्रत्ययः इडागमयोग्यः, इडागमानुकूलप्रत्ययः इति कृत्वा अत्र इडागमः भूत्वा उदित आदौ सम्प्रसारणकार्यं, पश्चात् इडागमः भूत्वा उदित इति भवति. मूलधातुः तु वद्. शुभदा भगिनी भवती वक्तुमिच्छति वा? प्रविशति, तत्र प्रयोगः अविशत् प्राविशत् इति भवति. तत्र विश् इति धातुः, विश् इति धातुः कस्य गणे अस्ति न जानामि. विश् इति तत् तस्य अर्थः तु प्रवेशः, प्रवेशः इति. प्र इति उपसर्गः अस्ति अत्र. अट् आगमः भवति, लङ् लङ् लकारः अस्ति इति कृत्वा किं सूत्रं भवती उक्तवती, लुङ् लङ् लृङ्षु अडुदात्तः इति सूत्रेण तत्र अकारः अट् आगमः भवति. तस्य अविशत् इति रूपः भवति. तस्मात् पूर्वं प्र इति उपसर्गः, प्रयोगः अविशत् तत्र सवर्णदीर्घसन्धिः भूत्वा प्राविशत् इति रूपं सिद्धम्. अपि च प्रविष्टवान् अत्र प्रयोगः विष्टवान् अत्र विश् योगः क्तवतु प्रत्ययः. क्तवतु प्रत्ययस्य तवत् इति रूप इति अनुबन्धलोपानन्तरं तवत् इति अवशिष्यते. विश् योगः तवत् तत्र ष्टुत्वं भूत्वा ष्टुनाष्टुः इत्यनेन ष्टुत्वं भूत्वा विष्टवत् इति रूपं निष्पन्नं भवति. तस्य पुल्लिङ्गे प्रथमाविभक्ति एकवचने विष्टवान् इति भवति. अत्र प्रयोगः विष्टवान् इति प्रविष्टवान् संयोगः एव, तत्र कोऽपि सन्धिः नास्ति. प्रविष्टवान् इति तस्य रूपं सिद्ध्यते. उत्तमम्. उपसर्गसहितक्रियाः इत्यस्मिन् स्तम्भे प्रविशति इति पदं लिखितमस्ति. विशति इति पदं दृष्ट्वा अत्र धातुः विश् अस्ति चेत् विश् धातुः कीदृशः? विश् इति कीदृश प्रश्नः न अवगच्छामि भगिनि. वर्णयतु, विश् धातुः कीदृशधातुः, उपधायां कीदृशवर्णः अस्ति? उपधायाम् इकारः अस्ति तत्र. अयं धातुः इदुपद्धधातुः, उपधायाम् इकारः अस्ति इति कारणतः गुणकार्यं भवति चेत् तस्य रूपं किं भवति? वेषः इति भवति, वेषति भवति. किन्तु गुणकार्यं कस्मिन् गणे न भवति? गुणकार्य ओके अस्तु, तत्र तुदादिगणे अस्ति, अतः तस्य विकरणप्रत्ययः श इति अस्ति. तत्र पकारः नास्ति, अतः तत्र गुणस्य अवरोधः भवति. अतः तत्र विश् योगः श इत्यस्मिन् शकारस्य अकारः एव अवशिष्यते, विष इति रूपं भवति. अत्र गुणः न भवति तुदादिगणे. उत्तमम्. तादृशं चिन्तनं करणीयं. साधु भगिनि साधु उक्तवती, गुणकार्यं नास्ति इति कारणतः किञ्चित् ऊहां कर्तुं शक्नुमः यत् अत्र विशति इत्यत्र विकरणप्रत्ययस्य भागः आश्रूयते, अपि च गुणकार्यं नास्ति. एतादृशी स्थितिः केवलं तुदादिगणे एव भवितुमर्हति. यथा लिख् धातोः प्रसङ्गे वयं दृष्टवन्तः, लिख् धातुः इव अयं विश् धातुः अपि इगुपधधातुः, किन्तु गुणकार्यं न दृश्यते इति कारणतः तुदादिगणीयः इति मन्तव्यम्. प्रविष्टवान् इति पदस्य प्रसङ्गे अपि तत्र कार्यद्वयमस्ति. विश् धातुः तालव्यशकारान्तधातुः. तालव्यशकारस्य मूर्धन्यशकारत्वं कथं भवति इति प्रश्नः उदेति. तालव्यशकारान्तधातोः मूर्धन्यशकारः तत्र आयाति. तदर्थम् एकं विशिष्टं सूत्रमस्ति, व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशां शः शः इति कथनेन शकारः आयाति इति कृत्वा तत्र मूर्धन्यशकारः आयाति आदौ. पश्चात् शकारस्य प्रभावेण तवत् इत्यत्र यः तकारः अस्ति तस्य तकारस्य मूर्धन्य टकारः भवति. अपि च नीधातोः प्रसङ्गे अपि एकवारम् अष्टाध्यायी .com पश्यन्तु, तत्र उपसर्गार्थाः इति भागं पश्यन्तु. तत्र बहूनि पदानि दत्तानि, योजितानि, तेन अस्माकम् अवगमनम् इतोपि सुदृढं भवति. तदर्थं तं भागं पश्यन्तु. विलिखति इति पदमस्ति, तत्र किमपि कार्यं नास्ति. भगिनी वक्तुमिच्छति वा? विलिखति विलिखति अत्र अपि तादृशमेव, विश् धातोः समानमेव. लिख् इति इदुपदधातुः अस्ति, तत्र गुणः न दृश्यते, अतः तुदादिगणे भवितुम् अर्हति. अतः तत्र वि योगः अलिखत्, तत्र वि यण् सन्धि भूत्वा इकारस्य अपि च अकारस्य सन्धिः भूत्वा य इति रूपं य इति प्राप्नुमः. व्यलिखत् इति भवति, वि योगः अलिखत् इति व्यलिखत् इति भवति. अपि च वि योगः लिखितवान् तत्रापि लिख् इत्यस्य लिखितवत् इति भवति, तवतु प्रत्ययः तत्र योजनेन. भवती यदा उक्तवती तत्र आर्धधातुकस्य ड्वलादेः, अहं न जानामि उच्चारणं सम्यक् अस्ति वा न वा, परन्तु तत् तदेव कार्यम् अत्र भवति इति अहं चिन्तयामि. तत्र अतः तत्र इकारः इडागमः भवति, लिखितवान् इति भवति, वियोगः लिखितवान् तत्र संयोगेन विलिखितवान् इति भवति. इडागमः इति उक्तवती खलु, तत्र पदविच्छेदं कुर्मः चेत् इट् आगमः भवति. इट् इत्यत्र टकारः इति संज्ञकः, इट् टित् अस्ति. टित् अस्ति चेत् आद्यन्तौ टकितौ इत्यनेन किं भवति? टित् अस्ति चेत् यस्य आगमः अस्ति तस्मात् पूर्वम् आगच्छति. अतः लिख इत्यस्य इट् आगमः भवति. अतः लिखित तत्र पूर्वम् आगच्छति. उत्तमम्. अत्र किं वक्तव्यम् इत्युक्ते, प्रत्ययस्य आदौ प्रत्ययस्य इडागमः इति वक्तव्यमस्ति. तवतु इति प्रत्यये अनुबन्धलोपे सति तवत् अवशिष्यते, प्रत्ययस्य आगमः भवति. प्रत्ययात् पूर्वम् इट् आगमः भवति इत्युक्ते प्रत्ययात् पूर्वम् इकारः आयाति इति अर्थः. आद्यन्तौ टकितौ इत्यनेन इट् टित् अस्ति इति कारणतः प्रत्ययस्य आदौ आयाति इति द्रष्टुं शक्नुमः. अग्रिमं पदमस्ति परिहरति. गीताञ्जलि भगिनि भवती वदतु. परिहरति इति हृ धातुतः आयाति. अधुना आहरत् इति लङ् रूपम् अस्ति, परियोगः आहरत् यणसन्धि भूत्वा पर्यहरत् इति निष्पन्नं भवति. तदनन्तरं तवतु रूपं परियोग हृतवान्, परिहृतवान् पुंलिङ्गं रूपं, परिहृतवत् नपुंसकलिङ्गम्, परिहृतवती स्त्रीलिङ्गरूपम्. अत्र हृ धातु हर् भवति गुणकार्यं भूत्वा, अपि च अर्थपरिवर्तनं हृ धातोः भवति एव इत्युक्ते उदाहरणरूपत्वेन वयं हृ योजयाम इति वक्तुं शक्यते. विशेषतया हृ धातोः प्रसङ्गे अवश्यम् अर्थपरिवर्तनं भवति एव इत्युक्ते हृ धातुतः भिन्न उपसर्गाणां योजनेन विभिन्नानि पदानि अर्थपरिवर्तनं तत्र भवति एव. तदर्थमेव एकः श्लोकः उक्तः अस्ति, हृ धातोः प्रसङ्गे एव उक्तमस्ति अर्थपरिवर्तनं भवेदेव, अवश्यं दृश्यते. अस्मिन् प्रसङ्गे अपि अष्टाध्यायी.com पश्यन्तु. अपि च पर्यहरत् इत्यत्रापि यण्सन्धिः केवलम् इकारस्य स्थाने एव यकारः आयाति. तत्र हृ धातोः रूपमेव हृतवान्, कृ अस्ति चेत् कृतवान्, धृ अस्ति चेत् धृतवान्, तत्र किमपि कार्यं नास्ति. यद्यपि धातुः इगन्तधातुः तथापि कित् प्रत्ययः परः अस्ति इति कारणतः गुणकार्यम् अभूत्वा केवलं वर्णमेलनेन हृतवान्, धृतवान्, कृतवान् इत्यादीनि रूपाणि सिद्ध्यन्ति. इतोपि कानिचन पदानि सन्ति, शीघ्रं समापयितुम् इच्छामि. निवर्तते पर्यन्तं कुर्मः. अवगच्छति, सुजाता भगिनी करोतु. अवगच्छति अव उपसर्ग अस्ति, आगच्छत् लङ्लकाररूपम् अस्ति, अवागच्छत् सवर्णदीर्घसन्धि भूत्वा अवागच्छत् भवति, अवयोगः गतवान् अवगतवान्, वर्णमेलनमेव अस्ति. उत्तमम्. अत्र धातुः गम्लु अस्ति, गम्लु अस्ति. तत्र लु तस्य का गतिः वदतु. लु अपगच्छति केन? उपसर्ग. चिन्ता मास्तु. तत्र गम्लु इति औपदेशिकधातोः रूपमस्ति. उपदेशे जनुनासिके इत् इति सूत्रेण अनुनासिकलुकारस्य इति संज्ञा भूत्वा तस्य लोपः इत्यनेन अपगच्छति. तत्र गम् एव तिष्ठति. गम् अनुनासिकान्तधातुः अस्ति इति कृत्वा मकारलोपः भवति इति कृत्वा अवगतवान्. नियुङ्क्ते वदतु. नियुङ्क्ते नि उपसर्ग अस्ति, युच् धातुः अस्ति, पञ्चमाक्षर. अत्र किं कार्यम् अभवत्? लङ्रूपं किम् अस्ति? अयुङ्क्ते अयुक्ता अस्ति लङ्रु. अयुङ्क्ता सवर्गस्य पञ्चमाक्षरम् आयाति. आयाति. नियुङ्क्ते इति पदस्य प्रसङ्गे परिशीलयामश्चेत् मूलधातुः युजिर् अस्ति. युजिर् अस्ति चेत् तत्र एत संज्ञालोपः कथं क्रियते? युजिर् हलञ्चमिच्छनेन रक युजिर् वार्तिकेन करणीयं. वार्तिकमस्ति, विस्मरामि भगिनि. अनुबन्धं भवति. उत्तमं. तत्र वार्तिकेन युजिर् दृशिर् भीदिर् छिदिर् इत्यादिषु इर् इत्यस्य इति संज्ञा मिलित्वा करणीया. युजिर् इत्यस्मात् युज् एव शिष्यते. किन्तु अयं धातुः उभयपदीधातुः अस्ति इति कृत्वा युनक्ति इति एकं रूपं, किन्तु अत्र परस्मैपदरूपं दत्तमस्ति युङ्क्ते. तद्रूपं साधयितुं बहूनि अन्यानि कार्याणि ज्ञातव्यानि. अग्रे करोतु. अवलोकते औ उपसर्गः अस्ति. अलोकत् अलोकता एव लङ्रूपम् अस्ति. अवलोकते सवर्णदीर्घसन्धि भूत्वा अवलोकत् भवति. अवलोकितवान् इडागम भवति. अवलोकितवान्. उत्तमम्. अत्र पश्यतु, धातुः आत्मनेपदी धातुः अवलोकते इति रूपमस्ति. पश्यन्तु, गच्छति इति अस्ति चेत् परस्मैपदरूपम् अस्ति चेत् अगच्छत् इति लङ्रूपम् अस्ति. किन्तु अत्र धातुः आत्मनेपदी धातुः अस्ति इति कृत्वा तस्य लङ्रूपम् अलोकत. पूर्वं परस्मैपदिनः निराकरोति, अनुकरोति, प्रविशति, विलिखति इत्यादयः परस्मैपदी. किन्तु नियुङ्क्ते अवलोकते आदत्ते उपजायते प्रपद्यते आत्मनेपदिनः इति कृत्वा अत्र अस्माकम् अवगमनार्थम् आत्मनेपदीनां लङ्रूपाणि अपि अत्र दत्तानि. अयुङ्क्त अलोकत अदत्त अजायत अवर्तत लङ्रूपाणि सन्ति. अत्र न्ययुङ्क्त इति रूपं दत्तमस्ति. तत्र किं कार्यम् अभवत्? न्ययुङ्क्त यण्सन्धिः भवति. तत्र नी इत्यत्र इकारः अस्ति, इकारस्य स्थाने यकारः आगतः. किन्तु नियुक्तवान् इति रूपमस्ति. युज् धातुतः युक्त इति रूपं साधनीयं. तत्र चोः कुः इति एकं सूत्रमस्ति. तेन सूत्रेण नियुक्त इति रूपम् अवालोकत. तत्र सवर्णदीर्घसन्धिः अस्ति. अवलोकितवान् अवलोकितवती. आदत्ते वदतु. आदत्ते आ उपसर्ग अस्ति. धा धातुः. धातुद्वयमस्ति. दा इति अल्पप्राणधकारः, धा इति महाप्राणधकारः. धातुद्वयमपि अस्ति. केवलं दा धातोः रूपं ददाति, किन्तु धा धातोः रूपं दधाति. इत्युक्ते महाप्राणधकारः अत्र नास्ति. धकार दा एव. उत्तमं. आदत्त आ उपसर्ग आदत्त सवर्णदीर्घसन्धि भूत्वा आदत्त आत्मनेपदि धातु अस्ति इत्यनेन आदत्त लङ्रूपं भवति. आ योगः दत्तवान् आदत्तवान् जुहोत्यादिगणे अस्ति. धातोः आत्मनेपदिरूपं दत्तमस्ति. धातुः उभयपदी धातुः, ददाति इति एकं रूपमस्ति, दत्ते इति अन्यत् रूपम् अस्ति. आत्मनेपदिरूपं दत्तमस्ति इति कारणतः आदत्त इति उपसर्गसहित लङ्रूपं लङ्रूपं दत्तमस्ति. दाधातोः रूपं दत्तवान् इति लिखितमस्ति. कथं भवति दाधातोः प्रसङ्गे दत्तवान् इति रूपं कथं सिद्ध्यति इति चिन्तयामश्चेत् तत्र एकं सूत्रमस्ति, दो दद्घोः, दो दद्घोः इति सूत्रेण दत्त इति रूपं सिद्ध्यति. अग्रे उपजायते इति रूपमस्ति. भूमा भगिनी करोतु. उपजायते उप उपसर्गपूर्वक अजायत लङ् लङ्रूपं, प्रापद्यत लङ्रूपं भवति, अपद्यत लट् इद लङ् अपद्यत, उपसर्गपूर्वक प्रापद्यत. प्रपद्यते पद् धातु, अपद्यत लङ् लङ् लुङ् लृङ् संस्कृतेन भूतकाले अडागमः भवति अपद्यत. साधु वा भगिनि? साधु. अडागमः भवति. प्र उपसर्ग प्रापद्यते सवर्णदीर्घसन्धि, अकारः दीर्घ अकारः भवति. प्रपन्नवान् पन्नवान् पद्यते अहं न जानामि. तस्मिन् प्रसङ्गे वदामि, उपजायते तत्र जायते जन् धातु जन् धातोः रूपम्. अजायत इति लङ्रूपम् अस्ति, किन्तु सवर्णदीर्घसन्धिं कृत्वा उपाजायत. आत्मनेपदिरूपाणि एवं भवन्ति, अजायत उपाजायत. जन् धातोः रूपं जातवान् इति लिखितमस्ति. धातुः जन् अस्ति. जन् धातुतः जात इति रूपं कथं साधितम् इत्युक्ते, तत्र जनसनखनां सञ्झलोः इति एकं सूत्रमस्ति. जनसनखनाम् इत्युक्ते जन् धातोः प्रसङ्गे, सन् धातोः प्रसङ्गे, खन् इत्युक्ते अत्र त्रयः धातवः अस्मिन् सूत्रे दत्ताः. जनसनखनां सञ्झलोः इति सूत्रेण आकारादेशः भूत्वा जन् जा भवति. पश्चात् तवतु योजनेन जातवत् इति प्रातिपदिकं. सूत्रेण इदं कार्यं भवति इति कृत्वा उपजातवान् इति रूपं सिद्ध्यति. अग्रिमं पदमस्ति प्र उपसर्गपूर्वकः पद् धातुतः तवतु प्रत्ययस्य योजनेन प्रपन्नवत् इति प्रातिपदिकमस्ति. तत्र पद् पन्न कथं भवति, तत्रापि एकं सूत्रमस्ति, रदाभ्यां निष्ठातः नः पूर्वस्य च दः. पुनः वदामि, रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रेण तत्र कार्यद्वयं सिद्ध्यति. कार्यद्वयं किम् इत्युक्ते, निष्ठातकारस्य नकारादेशः भवति इति एकं कार्यम्, अपि च पूर्वं स्थितस्य दकारस्य स्थाने अपि नकारादेशः भवति. इत्युक्ते पद् इति धातौ स्थितस्य दकारस्यापि नकारादेशः भवति. अनेन सूत्रेण तवतु इत्यत्र यः तकारः दृश्यते तस्य तकारस्य स्थाने अपि नकारादेशः भवति. अनेन सूत्रेण नकारद्वयम् आयाति. एकेन विशिष्टसूत्रेण नकारद्वयम् आयाति इति कृत्वा अत्र प्रपन्न, भिद् अस्ति चेत् भिन्न, पद् अस्ति चेत् पन्न, पन्न अस्ति चेत् कृतान्तरूपं, पन्नवान् इति कृतवत्वन्तरूपम् अस्ति. आहत्य रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रेण तत्र नकारद्वयं दृश्यते. अन्तिमं पदं करोतु. निवर्तते योगः अवर्तत, न्यवर्तत, यण्सन्धि भूत्वा न्यवर्तत. नि इकारः यकारः आदेशः भवति, इकारस्य आदेशः. नि योगः वृत्तवान्. वृत्तधातु वृत्तवान् निवृत्तवान् वर्णमेलनमेव उत्तमं, वर्णमेलनमेव. तत्र वृत् धातुः अस्ति, वृत् धातोः रूपं वर्तते अस्ति, साधारणलट् रूपं वर्तते अस्ति, किन्तु निजन्तरूपं वक्तुमिच्छामश्चेत् वर्तयति, निवर्तयति इति निजन्तरूपं भवति. अत्र यण्सन्धिः भूत्वा न्यवर्तत. तवत्वन्तरूपं पश्यामश्चेत् वृत्तवान्, तत्र वृत् योगः तवत्, केवलं वर्णमेलनं, निवृत्तवान् इति रूपं. णिजन्तयुक्तं रूपं निवर्तितवान्, णिच्योजनेन निवर्तितवान्. वयम् उत्तमरीत्या चिन्तनं कृतवन्तः. आगामिसप्ताहे पुनः मेलिष्यामः. निवर्त्य एव. उत्तमं, धन्यवादाः.